गुरुब्रह्मा गुरुविष्णुदेवो महेश्वरः गुरुसाक्षात्कारेण तस्मै श्रीगुरवे नमः। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र आत्मनः निरूपणं, तत्र आत्मा द्विविधः, तत्र परमात्मा अपि जीवात्मा इति पूर्वमुक्तम्, अपि परमात्मनः तत्र विवरणं पूर्वं कृतमस्ति, इदानीं तत्र जीवात्मनः विवरणं प्रचलन् अस्ति, अतः तत्र प्रचलत् अस्ति, अतः तत्र तस्मिन् विषये तत्र किञ्चित् पुनस्मरणं कृत्वा अग्रे सरामः। तर्हि तत्र आत्मन आत्मा परमात्मा इति तत्र इति परमात्मा इति विषये तत्र परमात्मनः ज्ञानम् अस्माकम् अस्ति, किन्तु तत्र प्रत्यक्षज्ञानं वा अथवा अन्यत् विधं ज्ञानं वा? तत्र विमला भगिनी विमला भगिनी न श्रूयते? श्रूयते भगिनि, वदतु भगिनि। कः प्रश्नः महोदय? तत्र परमात्मा इति परमात्मनः ज्ञानम् अस्माकम् अस्ति, किन्तु तत् प्रत्यक्षज्ञानं वा अथवा तत्र परमात्मा अस्ति इति कथं जानीमः? अनुमाने तत्र न्यास्य अनुमानेन अस्तु, किञ्चित् वदतु तर्हि तत्र सः यत्किमपि जगति भवति, यथा अत्र उदाहरणमस्ति घटोत्पादनविषये, यद्यपि सर्वपदार्थाः सन्ति घटनिर्मातुम्, अपि यदा पर्यन्तं कुलाहलः नास्ति तदा पर्यन्तं घटः न उद्भवति, इत्युक्ते कोऽपि चेतनयुक्तः मनुष्यः या शक्तिः भवेत् इति तस्य अर्थः। बीजानाम् अङ्कुरं भवति, तदेव कथं बीजानाम् अङ्कुरः भवति इति, किमपि शक्तिः अस्ति या किमपि चैतन्यः अस्ति जगति येन बीजानाम् अङ्कुरं भवति, तथैव अस्माकं जीवने अपि शिशूणां जननं भवति, तत्सर्वं कर्तुं चेतनयुक्तः कोऽपि अस्ति इति अस्माभिः अनुमीयते, स एव तदेव परमात्मा इति कथितम्। कथितम्, उत्तमं भगिनि, उत्तमम्, अति उत्तमं। हा अस्तु, समीचीनं। तर्हि तत्र परमात्मा इति अस्तु, वयं सः तत्र अनेकानि कार्याणि लोके भवन्ति, येषां तत्र अपि तत्र तादृशकार्यं कर्तुम् अस्माभिः तत्र अस्माकं ता शक्तिः नाम सामर्थ्यं नास्ति, नाम तत्र सूर्यस्य निर्माणं वा अथवा तत्र नद्याः निर्माणं वा इति कर्तुं तत्र अस्माकं शक्तिः सामर्थ्यं नास्ति, अतः किन्तु अनेकानि कार्याणि भवन्ति लोके, अतः तत्र प्रत्येकस्य कार्यस्य कोऽपि चेतनः कार्यसामग्र्यां कोऽपि चेतनः भवेत्, अतः तत्र वयं तत्र एषः चेतनः एव तत्र परमात्मा इति वयम् अनुमानेन साधितवन्तः, अपि तत्र परमात्मा इति तत्र नित्यः अपि सर्वज्ञः अपि तत्र तस्य तत्र परमात्मनि तत्र त्रयः तत्र गुणाः सन्ति, तत्र ते के इति तत्र नीता भगिनी तत्र परमात्मनि तत्र यदा किमपि कार्यं भवति चेत् तत्र कार्यात् प्राक् किं किं भवेत्? यदा कोऽपि कार्यं भवति चेत् कार्यात् प्राक् निर्माणस्य कार्यनिर्मितिविषयस्य ज्ञानं भवेत्, इच्छा अपि आवश्यकी, प्रयत्नः अपि आवश्यकः। उत्तमं भगिनि। तर्हि तत्र ज्ञानम् इच्छा अपि तत्र प्रयत्नः इति. तर्हि तत्र एते गुणाः, त्रयः गुणाः तत्र तत्र कर्तरी भवेत् खलु. कर्तरी भवेत्, कर्तरी भवेत्. हा तर्हि तत्र अपि तत्र सूर्यस्य निर्माणं तत्र परमात्मना तत्र सूर्यस्य निर्माणं परमात्मना कृतम् इति कृत्वा तत्र परमात्मनि सूर्यः इति कार्यं प्रति तत्र ज्ञानम् इच्छा प्रयत्नः अस्ति. यद् यद् किमपि तत्र कार्यं, कार्यं नाम किमस्ति तत्र केवलं कार्यं नाम उदाहरणं घटम् इति, घटः इति कार्यं वा, घटः नाम यत्र तत्र इति कार्यं तत्र घटः इति कार्यं खलु, नाम तस्य कारणमस्ति यत् तत्र कार्यं नाम यस्य उत्पादनं कदापि अभवत् खलु, कदाचित् अभवत् नाम तत्र कार्यं नाम अनित्यपदार्थः खलु, खलु नाम आकाशः इति न, किन्तु तत्र यत् वयं पश्यामः तत्र यद् अस्ति अथ तत्र यत् यत् वस्तु अस्ति तेषां निर्माणम् इति तत्र तत्र कर्ता यस्य कारणम् अस्ति इति, यत्र कारणम् अस्ति इति चिन्तयामः, कारणम् अस्ति चेत् तत्र प्रायशः तत्र अनित्यवस्तु इति चिन्तयितुं शक्नुमः, नित्यवस्तु तस्यापि कारणमपि भवेत्, किन्तु तत्र घटः इति अनित्यवस्तु अतः तत्र तस्य उत्पत्तिः कदाचित् अभवत् अतः तत्र कर्ता अस्ति इति. अपि तत्र यदि वयं तत्र किमपि कुर्मः तत्र पठनं कुर्मः अथवा पारायणं कुर्मः इति चिन्तयतु तर्हि तत्र तदपि तत्र कार्यमेव खलु. आं तदपि कार्यं, कार्यम् अपि तर्हि तत्र अस्माकं तत्र अनुमानसमये तत्र परमात्मनः अनुमानसमये तत्र वयं किम् उक्तवन्तः तत्र तस्मिन् सर्वज्ञः अस्ति परमात्मनः, सर्वज्ञः अस्ति अपि, हा सर्वज्ञः अस्ति अपि तत्र वयम् एतत् उक्तवन्तः तत्र नाम तस्य सर्वेषां कृते तत्र तत्र कुत्र अस्ति तत्र, हा तत्र यद् वयणकं तत्र, हा तत्र सर्वकार्याणां प्रति तत्र सः कर्ता इति नाम तत्र तस्य सर्वकार्यं प्रति नाम सः सर्वज्ञः इति कृत्वा तत्र सर्व यत्किमपि कार्यं लोके भवति तत् कार्यं प्रति तत्र तस्य ज्ञानम् इच्छा प्रयत्नः अपि अस्ति. समस्तकार्यनिर्माता अस्ति, रक्षणकर्ता अस्मादृशः कर्ता नास्ति, नित्यम् अस्ति. अपि तत्र सः सर्वेषां कार्याणां प्रति तत्र तस्य ज्ञानमस्ति, इच्छा अस्ति, प्रयत्नमस्ति, यतोहि सः एव कर्ता. अतः तत्र यद्यपि वयं वदामः तत्र मया तत्र पारायणं कृतं, किन्तु तत्र कारणसामग्र्यां तत्र परमात्मनः, परमात्मा अपि अस्ति, तस्य ज्ञानम् इच्छा प्रयत्नः अपि तत्र तत् कार्यं प्रति अस्ति तस्य अस्ति अस्ति. हा अतः तत्र अग्रे गत्वा नाम तत्र पारायणं प्रति तत्र कारण तत्र घटनिर्माणे तत्र का कारणानि कानि इति प्रश्ने सति वयं वदामः तत्र कपालः भवेत्, कुलालः भवेत्, सर्वं भवेत् तत्र, दण्डः भवेत्, जलं भवेत् इति. किन्तु तत्र अग्रे गत्वा वयं वदामः तत्र परमात्मानः ज्ञानम् इच्छा अपि प्रयत्नः अपि भवेत्. अग्रे गत्वा तत्र साधारणकारणं कारणानि इति वदामः. तत्र ईश्वरस्य अथवा परमात्मनः तत्र ज्ञानम् इच्छा प्रयत्नः साधारणकारणानि अपि त तत्र कुलालः वा तत्र कपालः वा इति तेषां तत्र असाधारणकारणम् अपि तत्र अन्यानि नामानि अग्रे भवन्ति. किन्तु सर्वकार्य यत्किमपि भवति कार्यं लोके तत् प्रति तत्र आत्मनः कारणत्वम् अस्ति, अथ ज्ञानमस्ति, इच्छा अस्ति, प्रयत्नः अपि अस्ति. अस्तु, समीचीनं, धन्यवादः भगिनी. अग्रे नूतनतया तत्र के उषा भगिनी, नमस्कारः. नमस्ते महोदय. नमस्कारः भगिनी. हा अस्तु अस्तु भगिनि, शृणोतु. अस्तु, चिन्ता मास्तु भगिनि. हा शुभदा भगिनी, नमस्कारः. नमस्कारः महोदय. नमस्कारः भगिनि. पुष्पा भगिनी नमस्कारः. चन्द्रमती भगिनी नमस्कारः. नमस्कारः. नमस्कारः. अस्तु, तर्हि अग्रे सरामः. इदानीं तत्र जीवात्मा इति तत्र वयं दृष्टवन्तः तत्र ज्ञानं स्वविषयकमस्ति. यत्र ज्ञानमस्ति तत्र विषयः अस्ति. तत्र घटः इति विषयः, अयं घटः इति घटविषयकं ज्ञानं. तादृशी एव तत्र इच्छा अपि तत्र विषयिकी. तत्र इच्छा अपि तत्र इच्छायाः अपि विषयः भवति. अपि तत्र कृतिः यदस्ति तस्याः अपि तत्र विषयः भवति. अतः तत्र एते त्रयः सविषयकाः इति वयं दृष्टवन्तः. अपि तत्र यथा तत्र घटविषयकं ज्ञानमस्ति तथैव इच्छा अपि कृति अपि तत्र सविषयकाः भवन्ति इति वयं दृष्टवन्तः. इदानीं तत्र जीवात्मनः निरूपणम् इति अस्मिन् विषये वयं स्मः. अतः तत्र अतः तत्र जीवात्मनिरूपणमिति ततः आरभ्य पठामः. तर्हि तर्हि शुभदा भगिनी, भवती एव आरम्भं करोति वा? आं महोदय. जीवात्मनिरूपणम् ईश्वरं निरूप्य जीवमाह जीवस्त्विति तु इति ईश्वरात् वैलक्षण्यज्ञापनाय इदं च बहुविधं प्रसिद्धं. यथा ईश्वरः एकः एव जीवास्तु शरीरभेदेन भिन्नाः. शरीराणि अनन्तानि इति जीवाः अपि अनन्ताः. ईश्वरः सर्वविषयकज्ञानवान्, सर्वविषयक इच्छावान्, सर्वकार्यविषयककृतिमान्. जीवः तु किञ्चित् जानाति, किञ्चिदेव इच्छति. कृतिः अपि तस्य तत्तत् कार्यविशेषविषयिणी एव भवति. ईश्वरं निरूप्य जीवमाह जीवस्त्विति जीवः जीवस्त्विति जीवः तु इति जीवः तु इति तु इति ईश्वरात् वैलक्षण्यज्ञापनाय ईश्वरस्य वैलक्षण्यस्य ज्ञापनाय तु इति अत्र नाम तत्र परमात्मा अपि जीवात्मा तयोः मध्ये वैलक्षण्यम् अस्ति इति ज्ञापनाय जीवः तु इति जीवात्मा तु इति उक्तमस्ति तावदेव. इदं च बहुविधं प्रसिद्धं. यथा इदं नाम वैलक्षण्यं तयोः मध्ये वैलक्षण्यम् अस्ति नाम भेदः वर्तते. भेदः वर्तते. एष इदं भेदः तु प्रसिद्धः इति दत्तमस्ति. हा, जीवात्मा ईश्वरात् वैलक्षण्यः विलक्षणः अस्ति. जीवः ईश्वरात् विलक्षणः भिन्नः अस्ति इति बहुविधं प्रसिद्धम् अस्ति. यथा ईश्वरः एकः एव, जीवाः तु शरीरभेदेन भिन्नाः. ईश्वरः एकः एव अस्ति, परन्तु जीवाः यथा वयं पश्यामः लोके तु अनन्ताः जीवाः वर्तन्ते. तेषां शरीराः सन्ति. अतः शरीरभेदेन तेषां शरीरः अस्ति, ईश्वरस्य तु शरीरः नास्ति इति कारणात् शरीरभेदेन जीवाः ईश्वरात् भिद्यते अपि तत्र जीवः समीचीनं भगिनि नाम ईश्वरः एकः एव जीवाः अनन्ताः ईश्वरस्य शरीरः नास्ति समीचीनं जीवानां तु शरीरः अस्ति समीचीनं भगिनि अग्रे शरीराणि अनन्तानि इति जीवाः अपि अनन्ताः तदेव शरीराः जीवानां तु शरीराः सन्ति अतः जीवाः अनन्ताः अतः शरीराः अपि अनन्ताः एव न तत्र विपरीततय नाम प्रत्येकस्मिन् शरीरे एकः जीवः अस्ति इति कृत्वा शरीराणि अनन्तानि इति कृत्वा जीवः अपि अनन्ताः शरीराः अनन्ताः अतः तस्मिन् तस्मिन् वर्तमानाः जीवाः वर्तमानः विद्यमानः जीवाः विद्यमानाः जीवाः अपि अनन्ताः इति अनन्ताः ईश्वरः सर्वविषयकज्ञानवान् सर्वविषयक इच्छावान् सर्वकार्यविषयककृतिमान् यथा वयं पृच्छन्तः ज्ञानम् इच्छा अपि कृतिः इति त्रयः गुणाः ईश्वरः तु सर्वविषयस्य ज्ञानं तस्मिन् अस्ति सर्वाः इच्छाः तस्मिन् सन्ति अपि च सर्वे कृतयः अपि ईश्वरे वसन्ति इति तत्र कृतिः इति अत्र नाम साक्षात् क्रिया इति नास्ति यतोहि इदानीं तत्र कृतिः इति आत्मनः गुणः नाम प्रयत्नः इति न वयं दृष्टवन्तः पूर्वं नाम तत्र प्रथमतया तत्र वृक्षं पश्यति तदनन्तरं वृक्षं तत्र क्रेतुम् इच्छा भवति तदनन्तरम् इच्छायाः अनन्तरं तत्र साक्षात् तत्र अस्तु एतद् मम भवतु इति इच्छा अस्ति किन्तु तद् साक्षात् क्रेतुं तत्र अन्यः विधगुणः तस्मिन् आत्मनि भवति तदा एव तत्र हस्तः तत्र धनस्य पार्श्वे गच्छति चेत् सर्वं साक्षात् क्रिया या अस्ति सा सर्वं भवति अतः तत्र कर्ता यः अस्ति तत्र घटस्य निर्माणे तत्र कुलालः कर्ता इति चिन्तयामश्चेत् तत्र किमर्थं वयं सः एव निर्माता इति वदामः यतोहि कुलाले तत्र घटस्य ज्ञानम् अस्ति खलु घटस्य विषये नोहौ अस्ति नाम घटनिर्माणं कथं कर्तुम् इति घटः नाम किम् इति जानाति अपि घटः कथं निर्मातुमपि जानाति खलु तदनन्तरं तस्मिन् घटनिर्माणः भवतु इति इच्छा अस्ति तदनन्तरं साक्षात् तत्र घटनिर्माणं करोमि इति अपि तत्र कृतिः अपि तत्र तदनन्तरमेव साक्षात् शरीरे तत्र सः तत्र तत्र आत्मनि इच्छा अपि यत् प्रयत्नः अस्ति तदनन्तरमेव तत्र शरीरस्य अवयवाः तत्र क्रियारूपेण गत्वा तत्र निर्माणं कुर्वन्ति अतः तत्र ईश्वरः यद्यत् किमपि अस्ति लोके तेषां सर्वेषां प्रति सः एव तत्र कर्ता इति कृत्वा तत्र सर्वविषयकज्ञानवान् अस्ति सः सर्वविषयक इच्छावान् अस्ति अपि सर्वविषयककृतिमान् अस्ति अतः एव तत्र वयं लोकं पश्यामः यतोहि तत्र तेनैव कृतम् अस्ति एतत् सर्वम् इति अतः तत्र सः सर्वज्ञः इति अन्यरीत्या वदामः तत्र सर्वविषयकज्ञानवान् सर्वविषयक इच्छावान् सर्वकार्यविषयककृतिमान् अस्तु अग्रे जीवः तु किञ्चित् जानाति किञ्चिदेव इच्छति कृतिः अपि तस्य तत्तत् कार्यविशेषविषयिणि एव भवति जीवाः तु ईश्वरात् भिद्यते इति कारणात् जीवाः तु यत् कार्यं भवति यत् कार्यस्य तत्र प्रसङ्गः भवति तस्य कार्यस्य विषये किञ्चिदेव जानाति तस्य कार्यस्य विषये किञ्चिदेव ज्ञानं भवति किञ्चिदेव तस्य इच्छा भवति अपि च तत् कार्यविशेष्य तत् कार्यविशेषविषयिणी एव भवति, नाम तत् कार्यस्य विषये कृतिः अपि विशेष एव भवति. नाम कृतिः यत् एकः जीवः अस्ति तस्य किञ्चित् ज्ञानम् अस्ति, किञ्चित् इच्छा अस्ति अपि, अथवा काचित् इच्छा अस्ति, तदनन्तरं किन्तु किञ्चित् इति तत्र अव्ययरूपेण स्वीकुर्मश्चेत् किञ्चित् इच्छा अस्ति अपि कृतिः, तस्य कृतिः कृतिः अस्ति चेत् तत्र कृतेः विषयः भवति खलु. आम् सत्यम्. अतः तत्र कृतेः विषयः अस्ति इति कृत्वा तत्र कृतिः विषयिणी भवति, इनि प्रत्ययः यस्य यस्मिन् वा, तर्हि तत्र कृतेः विषयः अस्ति अतः कृतिः विषयिणी, कृतिः विषयिणी स्त्रीलिङ्गे अस्ति इति कृत्वा विषयिणी. अपि कस्मिन् तत्र कीदृशी विषयिणी, तत्तत् कार्यं यत् कार्यं सः जीवः करोति केवलं तत्तत् कार्ये एव तत्र कृतिः भवति, नाम तत्तत् कार्यं नाम अद्यतनकार्ये तत्र प्रायशः कृतिः अस्ति, किन्तु दशवर्षेभ्यः पूर्वं कृतं तत्र तस्मिन् विषये इदानीं कृतिः नास्ति खलु, अतः तत्र तत्तत् कार्यं प्रत्येककार्यस्य विशेष विषयिणी एव तादृशी कृतिः एव तस्मिन् जीवे भवति अथवा जीवात्मनि भवति. समीचीनं भगिनी, हा स्पष्टमस्ति खलु. आं महोदय. अस्तु अग्रे सरं धन्यवादः. अत्र कथम् आयाति कृतिमान् शब्दः? भवती वदतु तत्र यस्य बुद्धिः अस्ति सः कीदृशः? बुद्धिमान्. अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु तावदेव. कृतिः अस्ति अतः कृतिमान् इति. अस्तु अग्रे. आचार्य, तत्तत् कार्यविशेषविषयिणी, तत्र विशेष किमर्थ कार्यविशेष? सर्वकार्य सर्वकार्य तत्र विषयः सर्वं नास्ति खलु, नाम यदा अयं घटः इति विषयः भवति तत्र केवलं घटः एव विषयः खलु. यदि वयम् अस्माकं ज्ञानं कीदृशमस्ति तत्र अल्पमस्ति, अतः तत्र तस्य सीमा अस्ति इति कथं वदामः? तद् ज्ञानं विशेषं ज्ञानम् अस्ति इति खलु. विषयकं ज्ञानं विशेषज्ञानं वा? विशेषज्ञानम् अस्ति इति नाम तत्र सामान्यज्ञानम् इत्युक्ते तत्र लौकिकरूपेण तत्र सामान्यम् इति मास्तु, नाम आर्डिनरी इति तादृशं चिन्तनं मास्तु, विशेषं नाम स्पेशल् इति तत्र किमपि सुपीरियर् इति नास्ति, सामान्यम् इत्युक्ते आल् इन् कम्पासिङ्ग् नाम सर्वं तस्मिन् अन्तर्भूतः इति सामान्यज्ञानं, विशेषज्ञानं नाम सीमितं ज्ञानम् इति. अतः तत्र अत्र कृति कीदृशी अस्ति? विशेष विषयिणी अस्ति, नाम तस्मिन् यः विषयः अस्ति तस्याः यः विषयः अस्ति सः विषयः सीमितः अस्ति. कीदृशः? यद्यत् कार्यं कर्तुम् उत्सुकः अस्ति केवलं तस्मिन् एव तत्र कृतिः, तादृशविषयेषु एव कृतिः भवति अथवा तादृशविषयः निरूपितकृतिः कृतयः भवन्ति इति. तर्हि कृतिः विषयिणी भवति इति वा? हा सत्यं, कृतिः विषयिणी भवति नाम यथा ज्ञानं विषयी भवति, यस्य विषयः न यस्य धनमस्ति सः धनी खलु, इनि प्रत्ययः. हा धनी, इनि प्रत्ययः रूपाणि कथं भवन्ति पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे? धनवान्. न इनि इनि प्रत्ययः मतुक् नास्ति. हा तत्र धन धनम् अस्ति चेत् अथवा गुणः गुणः यस्मिन् अपि नपुंसकलिङ्गे गुणि इति ह्रस्वैकारः. अत्र स्त्रीलिङ्गे अतः विषयः यस्य अस्ति सा विषयिणी. गुणिनी विषयिणी इति भवति. ऋणत्वं यतोहि तत्र शकारः अस्ति खलु मध्ये. अस्तु अग्रे तर्हि तत्र हलन्तपदमस्ति. सत्यं सत्यम् इनि प्रत्यय गुणिन् इति. हा किन्तु स्त्रीलिङ्गे तत्र साधारणनदी शब्दवत् तावदेव. विषयिणी इति स्त्रीलिङ्गनदी शब्दवत् एव. अस्तु अग्रे योगेन्द्रमहोदय अग्रे पठति वा. योगेन्द्रमहोदय श्रूयते वा? शृणोमि. तत्र शरीरभेदेन जीवस्य भेदः अङ्गीकार्यः. पूर्वपूर्वजन्मसु यत् पापं पुण्यं वा आत्मना आप्तं तस्य भोगाय किल शरीरं तच्च एकैकस्य विभिन्नसुखदुःखादि अनुरोधात् भिन्नं. यदा खलु चैत्रः सुखी तदा मैत्रः अनुभवति दुःखम्. एक एव यदि आत्मा स्यात् कथं तस्य एकदा एव सुखं दुःखं वा स्यात्? अतः जीवात्मनः अनन्ताः. जीवात्मानः अनन्ताः. अतः जीवात्मानः अनन्ताः. तन्नानात्वमुक्त्वा परिमाणम् आह विभुः इति. तत् तन्नानात्वम् उक्त्वा. तत्र ज्ञानात्वम् उक्त्वा. नानात्वं. ज्ञानात्वम् उक्त्वा. नाना नाम अनेका. अनेकत्वम्. अनेका अनेकत्वम् उक्त्वा. अस्तु. परिमाणम् आह. परिमाणम् आह विभु इति परिमाणम्. हा इति समीचीनं महोदय. अस्तु अग्रे किञ्चित् वदतु. अत्र शरीरभेदेन जीवस्य भेदः अङ्गीक्रियते. यावत् शरीराणि सन्ति तावत् जीवाः सन्ति इति अङ्गीकृतवान्. अङ्गीकार्यः नाम कार्यः इति तत्र कर्तव्यत् तत्र अनियर् इति अर्थे नाम अङ्गीकर्तव्यः. कार्यकर्तव्यः अङ्गीकर्तव्यः नाम तत्र स्वीकरणीयम् अस्ति. स्वीकरणीयम् आम्. हा नाम तत्र शरीरभेदेन जीवः भिन्नः. जीवस्य भेदः. जीवाः भिन्नः. भिन्नाः इति अङ्गीकर्तव्यः. तत्र तस्मिन् विषये तत्र प्रश्नः न कर्तुं शक्नुमः. प्रश्नं न कर्तुं शक्नुमः. अङ्गीकरणीयम् अस्ति. हा किमर्थमिति वदति. दत्तमस्ति इति स्वीकरोतु इति. न न किन्तु तस्य समाधानम् अग्रे वदति किमर्थमिति. हा आम् इति वदति अग्रे. पूर्वपूर्वजन्मसु यत् पापं पुण्यं वा आत्मना आप्तं तस्य भोगाय किल शरीरमस्ति. यत् यत् पूर्वजन्मसु शरीरम् यत् पूर्वजन्मनि यत् पापं वा पुण्यं कृतवन्तः तद् अनुसारं वयं तद् पापं वा पुण्यस्य भोगाय शरीरं प्राप्तं. तदनुसार शरीरं प्राप्तम्. हा समीचीनं महोदय. नाम तत्र पुण्यं वा पापं वा यत् पूर्वपूर्वजन्मसु नाम केवलम् एकमेव जन्म इति नास्ति खलु. तत्र अनेकानि सन्ति इति कृत्वा अतः पूर्वपूर्वजन्मसु यद्यत् पापं वा पुण्यं वा कृतम् आत्मना आप्तं नाम प्राप्तं कृतम् इति अर्थे. नाम तत्र कार्यात् पापम् इति फलं लभते. पुण्यम् इति अपि तत्र लभते. अतः तत्र यत् प्राप्तं पुण्यं प्राप्तं वा पापं प्राप्तं वा तस्य नाम तस्य पापस्य वा पुण्यस्य भोगाय भोगार्थं भोगाय शरीरं प्राप्तं. शरीरं प्राप्तम् अस्ति अस्माभिः. हा अग्रे. तच्च एकैकस्य विभिन्न सुख दुःखादि अनुरोधात् भिन्नम्. हा तत् च इत्युक्ते शरीरम् एकैकस्य विभिन्न सुखदुःखादि अनुरोधात् एकैकस्य जीवः यत् पापं वा पुण्यं करोति तद् अनुसारं सः भिन्नं भिन्नं शरीरं प्राप्नोति. हा अपि तत्र एकः आत्मा अस्ति जीवात्मा, तस्य एकं शरीरम् अस्ति, अन्यस्य अन्यत् शरीरम् अस्ति. तत्र हा तत्र कथम् अन्यस्य अन्य कर्म अस्ति तदनुसार सः शरीरं प्राप्नोति. अपि तत्र शरीरभेदः वर्तते इति कथं जानीमः? यतोहि यदा खलु चैत्रः अग्रे उदाहरणम् अस्ति अत्र इदमेव, यदा चैत्रः सुखी भवति तदा एव मैत्रः दुःखी भवति. अतः एकः एव शरीरे सुखं वा दुःखं नास्ति, परन्तु सुखं दुःखम् अनेके शरीरे सन्ति, भिन्नभिन्न शरीरे अस्ति. अतः एव तत्र वयं तत्र शरीरभेदात् तत्र अस्मिन् शरीरे सुखम् अस्ति, अस्मिन् शरीरे दुःखम् अस्ति. अतः तत्र किन्तु सुखं केन, सुखस्य कारणं किम् अस्ति? पूर्वजन्मसु कृतं पुण्यं. दुःखं किमर्थं? पूर्वजन्मसु कृतं पापम्. अतः वयं जानीमः तत्र भिन्नभिन्नशरीराणि भिन्नभिन्नजीवात्मानः आत्मानः इति. अग्रे एकः एव यदि आत्मा स्यात् कथं तस्य एकदा एव सुखं दुःखं वा स्यात्? यदा आत्मा इत्युक्ते जीवः यदा एकः एव अस्ति तदा सुखं वा दुःखम् एकः युगपत् अनुभवितुं न शक्नोति. समीचीनं महोदय. युगपत् न अनुभवितुं शक्नोति, अनुभवितुं शक्नोति. अतः एव तत्र भेदः भवेत्. समीचीनम्. एकसमये सुखं वा एकसमये दुःखम् अनुभवितुं शक्नोति. अनुभवेन वयं जानीमः तदा तादृशमेव अस्ति. यत्र सुखमस्ति तत्र दुःखं नास्ति, यत्र दुःखं अस्ति तत्र सुखं नास्ति इति वयं जानीमः. अतः तत्र भेदः वर्तते. अतः जीवात्मानः अनन्ताः, नाम आत्मानौ आत्मानः, तत्र जीवात्मा जीवात्मानौ जीवात्मानः इति बहुवचने अनन्ताः, बहुवचने अनन्ताः. अग्रे तत् नानात्वम् उक्त्वा परिमाणम् आहः विभुः इति. नानात्वम् अनुसरणेन तस्य नानात्वम् इत्युक्ते नानात्वम् उक्तम्, अनेकाः अनन्ताः सन्ति. अतः तस्य परिमाणं विभुः इति अग्रे वक्ष्यते अथवा अग्रे उच्यते. नाम परिमाणं जीवात्मा इति अस्ति, तस्य परिमाणं किम् इति प्रश्ने सति विभुः इति उत्तरम् अग्रे भवति. अनन्ताः सन्ति जीवाः, अनन्ताः सन्ति, किन्तु प्रत्येकजीवात्मा तस्य परिमाणं कीदृशं किम् इत्युक्ते विभुः. प्रत्येकजीवात्मा विभुः अस्ति इति अग्रे उत्तरं भवति. समीचीनं महोदय, धन्यवादः. धन्यवादः. अस्तु अग्रे तत्र इदानीं तत्र मृणालिनी भगिनि अग्रे पठति वा? अहं वा पठतु भगिनि अग्रे. जीवस्य अनन्त अनित्यत्वे का क्षतिः? सः जीवः विभुः सकलमूर्तसंयोगवान्. किमिदं मूर्तं? यस्मिन् क्रिया सम्भवति. कस्मिन् क्रिया सम्भवति? यत् किञ्चित् नास्ति. न न, क्वचित् नास्ति. क्वचित् तदेव अहं चिन्तयामि किं पठामि. क्वचित् नास्ति. पृथिवी, जलं, तेजः, वायुः, मनश्च भवति तथाविधम्. नहि तत् सर्वत्र अस्ति. अतः यत्रास्ति ततः अन्यत्र संयोगजनिका जायते तस्मिन् क्रिया. तच्च क्रियावत् पृथ्व्यादिपञ्चकं मूर्तं तैः सर्वैः संयुक्तवात् संयुक्तत्वात् आत्मा विभुः इत्युच्यते. अर्थात् परममहत्परिमाणवान् जीवस्य अनित्यत्वे का क्षतिः का हानिः इति प्रश्नः. सः जीवः विभुः सकलमूर्तसंयोगवान् मूर्तसंयोगवान् तर्हि सर्वमूर्तद्रव्येषु तस्य संयोगः भवति इति. विभुः इत्युक्ते सकलमूर्तसंयोगवान् इति. वयं करपत्रं पठितवन्तः खलु, तत्र द्रव्यं नाम किं, मूर्तद्रव्यं नाम किम् इति. अतः तत्र विभुः नाम सकलमूर्तसंयोगवान्. मूर्तद्रव्यं नाम किम् इति अग्रे उच्यते. किमिदं मूर्तं, किमिदं मूर्तं यस्मिन् क्रिया सम्भवति, यस्मिन् पदार्थे क्रिया सम्भवति सः मूर्तद्रव्यं. यत् क्वचित् नास्ति अत्र नाम कस्मिन् क्रिया सम्भवति, कस्मिन् क्रिया सम्भवति नाम तत्र मूर्तद्रव्यं नाम किं, यस्मिन् क्रिया सम्भवति खलु. मूर्तद्रव्यं नाम यस्मिन् क्रिया सम्भवति नाम तत्र कन्दुकः, कन्दुके क्रिया सम्भवति, मनुष्ये क्रिया सम्भवति खलु. अपि तत्र गृहे अपि तत्र क्रिया सम्भवति खलु, पुस्तके अपि क्रिया सम्भवति, पक्षी यः अस्ति तस्मिन् अपि क्रिया सम्भवति. अत्र कस्मिन् क्रिया सम्भवति इति प्रश्नः, कस्मिन् क्रिया सम्भवति, कस्मिन् क्रिया न सम्भवति इति प्रश्नः. अतः तत्र उक्तमस्ति यत् क्वचित् नास्ति. क्व नाम किम्, कुत्र. यत् कुत्रचित् नास्ति, कुत्रचित् नास्ति नाम किम्, यत् कुत्रचित् नास्ति नाम यत् सर्वत्र नास्ति, किन्तु अन्यत्र नास्ति. कन्दुकः अत्र अस्ति, अन्यत्र नास्ति खलु. अतः कन्दुकः क्वचित् नास्ति खलु, खलु. यदि आकाशः क्वचित् नास्ति वा, आकाशः सर्वत्र अस्ति. अतः अत्र आकाशः नास्ति इति न वक्तुं शक्नुमः. अतः किन्तु कन्दुकः क्वचित् अस्ति, क्वचित् क्वचित् नास्ति. अतः तत्र यत् क्वचित् अस्ति नास्ति तस्मिन्नेव क्रिया सम्भवति इति अग्रे दीयते. पठतु भगिनि तर्हि. तर्हि पृथ्वी जलं तेजः वायुः मनश्च भवति तथाविधम्. नाम एते सर्वे तत्र एतानि द्रव्याणि तत्र मूर्तद्रव्याणि, पृथ्वी जलं तेजः वायुः मनः. मनसि तत्र क्रिया सम्भवति वा, जले पृथिवी तत्र अतः सर्वत्र क्रिया सम्भवति. अपि तत्र पृथ्वी जलं तेजः वायुः मनः तत्र तस्मिन् क्रिया सम्भवति. अपि एते तत्र भवति तथाविधं नाम कीदृशं, यत् क्वचित् नास्ति खलु. नाम यत् पृथ्वी, यत् किमपि पार्थिवपदार्थः स्वीकुर्मः सर्वत्र नास्ति खलु. अतः तत्र जलीयपदार्थः अपि तादृशम् अस्ति, तादृशः अस्ति, क्वचित् सर्वत्र नास्ति, क्वचित् नास्ति सः. यत् क्वचित् नास्ति तस्मिन् एव क्रिया सम्भवितुम् अर्हति इति अस्ति. अग्रे न हि तत् सर्वत्र अस्ति खलु. अग्रे अतः यत्र अस्ति ततः अन्यत्र संयोगजनिका जायते तस्मिन् क्रिया. तर्हि अतः यत्र अस्ति ततः अन्यत्र संयोगजनिका यस्मिन् भवति सा एव मूर्तद्रव्यं, तदेव मूर्तद्रव्यं. किन्तु तत्र वाक्यस्य तत्र सम्यक् अवगमनं भवेत्, नाम समीचीनम्। इदानीं तत्र यत्र अस्ति, इदानीं कन्दुकः अत्र अस्ति चिन्तयामः, कन्दुकः अत्र अस्ति, अन्यत्र यदि स्थापयितुम् इच्छामः तत्र क्रिया आवश्यकी खलु, खलु, अतः तत्र क्रिया किं करोति, कन्दुकम् अन्यत्र स्थापयति खलु। इदानीं चिन्तयतु, तत्र इदानीं कन्दुकः तत्र अस्मिन् प्रकोष्ठे अस्ति, अपि तत्र अत्र भूतले अस्ति, भूतले नाम अस्मिन् प्रकोष्ठे अस्ति, किन्तु तत्र भूतले केन संयोगेन केन अस्ति, केन सम्बन्धेन अस्ति, संयोगसम्बन्धेन अस्ति, तत्र भूतलम् इति मास्तु, तत्र उत्पीठिकायाम् अस्ति, उत्पीठिकायाः उपरि कन्दुकः अस्ति। इदानीं तत्र तं कन्दुकं नीत्वा अन्यत्र स्थापयामः, तत्र अन्यत्र कुत्रापि तत्र स्थापयामः, तत्र आसन्दस्य उपरि स्थापयामः। इदानीं तत्र यदा स्थापयामः तत्र कन्दुकः अपि आसन्दः तयोः मध्ये सम्बन्धः भवति खलु, हा, कीदृशसम्बन्धः तत्रापि, संयोगसम्बन्धः, तत् नूतनसंयोगसम्बन्धः खलु, हा, अतः एव तत्र, अतः यत्र अस्ति, यत्र कन्दुकः अस्ति ततः अन्यत्र यदि स्थापयामः तत्र अन्यत्र संयोग भवति खलु, तर्हि अन्यत्र संयोगजनिका या क्रिया तस्य विषये, तत्र सहज तत्र यः सम्बन्धः नूतनसम्बन्धः संयोगसम्बन्धः यः अभवत् तस्य जननी अस्ति क्रिया खलु, अतः तत्र जायते क्रिया, अपि सा क्रिया कुत्र अस्ति, कन्दुके अस्ति, अतः अतः कन्दुके कन्दुके क्रिया भवितुम् अर्हति इति कृत्वा कन्दुकः मूर्तद्रव्यम् अस्ति। अग्रे तच्च क्रियावत् पृथिव्यादिपञ्चकं मूर्तम्, तेजो वायवा वायु अनन्तरं मनः, एते पञ्चकं नाम यस्मिन् क्रिया भवति, सम्भवति, आम्, यस्मिन् क्रिया सम्भवति तदस्ति मूर्तं, मूर्तद्रव्यं पृथिव्यादिपञ्चकं। हा अग्रे, तैः सर्वैः संयुक्तत्वात् आत्मा विभुः इत्युच्यते, तैः सर्वैः संयुक्तत्वात्, तैः सर्वैः अर्थात् पृथ्व्यादिपञ्चकैः सर्वैः संयुक्तत्वसम्बन्धः वर्तते, संयुक्तं नाम संयुक्तः नाम संयोगः सम्बन्धः वर्तते संयुक्तत्वात् इति कारणात्, आत्मा विभुः इत्युच्यते, आत्मनः संयोगः सर्वेषु नूतनद्रव्येषु भवति, हा, आत्मनः संयोगः तत्र तत्र सर्वैः मूर्तद्रव्यैः भवति संयोगः, संयोगसम्बन्धः अस्ति, हा, तैः अस्ति, अतः तैः सह अस्ति, अतः तत्र आत्मा विभुः इति, विभुद्रव्यम् इति उच्यते, नाम आत्मा सकलमूर्तसंयोगवान् अस्ति, अतः एव तत्र विभुः अस्ति इति कृत्वा तत्र आत्मा आत्मानः परिमाणं कीदृशम् अस्ति, विभुः अस्ति किन्तु परिमाणं नाम तत्र परमाणुपरिमाणं वा मध्यमपरिमाणं वा परममहत्परिमाणं वा, परममहत्परिमाणं, हा, परिमाणं नाम तत्र मापनं खलु, तत्र अतः परममहत्परिमाणं नाम सर्वत्र अस्ति, अतः तत्र तस्य परिमाणं परममहत् भवेत् खलु, नाम यस्य अपेक्षया बृहत् किमपि परिमाणं नास्ति तदेव परममहत्परिमाणम्, अपि आत्मनः परिमाणं तादृशं अस्ति, यतोहि विभुः अस्ति, सर्वसकलमूर्तद्रव्यसंयोगवान् अस्ति तत्र, अतः तत्र पृथ्वी जलं तेजः वायुः मनः तत्र तैः सर्वैः सह तत्र संयोगः तस्य अस्ति, अतः आत्मानः तत्र परिमाणं तु परममहत् परिमाणं भवेत्। अत्र आत्मा इत्र अर्थात् जीवात्मा एव खलु? जीवात्मा अपि परमात्मा अपि, जीवात्मा अपि विभुः परमात्मा अपि विभुः, परमात्मा अपि विभुः वा? अस्माकम् आत्मनः परिमाणं परमात्मनः परिमाणं सदृश एव वा? हा इति अस्ति, इति अस्ति। भेदः भवति किमर्थम् अग्रे भवति तत्र किमर्थं तत्र एतावत् चिन्तयतु, तत्र केवलं परमात्मनः एव तत्र परिमाणं परममहत् परिमाणम् इति चिन्तयतु, किन्तु अग्रे तत्र विवरणं दीयते अस्माकं नाम जीवात्मनः परिमाणमपि परममहत् परिमाणम् एव भवेत् इति। अग्रे इदानीमेव तस्मिन् विषये विवरणं दीयते। अस्तु, समीचीनं भगिनि, धन्यवादः। अस्तु, अग्रे तत्र नीता भगिनी अग्रे पठति वा? तस्य मध्यमपरिमाणत्वे सः अनित्यः स्यात्। यस्य यस्य मध्यमपरिमाणं सः अनित्यः विनाशी इति खलु घटादौ दृष्टम्। अतः जीवस्य मध्यमपरिमाणे सः अपि विनाशी स्यात्। अस्तु, तथा किं तेन यथा सति पूर्वजन्मानि यत् पापं पुण्यं पूर्वजन्मनि यत् पापं पुण्यं वा तेन आसादितं तस्य आसादितं तस्य जीवरूपाश्रयनाशे नाशः स्यात् इति एकः दोषः। तावत्पर्यन्तं तस्य मध्यमपरिमाणवत्त्वे सः अनित्यः स्यात्। जीवात्मा परममहत्परिमाणवान् भवेत् इति चिन्तनमस्ति। अतः तत्र इदानीं प्रश्नः नाम किमर्थं तत्र सः मध्यमपरिमाणवान् भवति चेत् तेन कोऽपि दोषः भवति वा इति? यदि जीवात्मा मध्यमपरिमाणवान् इति वयं चिन्तयामः, मध्यमपरिमाणवान् तत्र न अति बृहत् वा न अति लघु इति मध्यमपरिमाण, सः अनित्य स्यात्। यदि जीवात्मा मध्यमपरिमाणवान् किमर्थं तत्र सः अनित्यः? अत्र परमात्मा तु नित्य अस्ति, किन्तु जीवात्मा अनित्य इत्युक्ते न इदानीं तत्र एकनिमिषं भगिनि, नाम तत्र परमात्मा तस्य परिमाणं परममहत् परिमाणम् इति सर्वे अङ्गीकुर्वन्ति इति मन्ये किन्तु जीवात्मा अपि तत्र परममहत् परिमाणवान् वा इति प्रश्नः अस्तु। सः परममहत् परिमाणवान् नास्ति चेत् किं भवति? सः प्रायशः तर्हि तत्र सः मध्यमपरिमाणवान् भवति अथवा सः परमाणुपरिमाणवान् भवति खलु? इदानीं तत्र परमाणुपरिमाणवान् नाम तत्र यस्य परिमाणं परमाणुतुल्यः तुल्यम्। इदानीं तत्र परमाणवः तत्र नित्यपदार्थः वा अथवा अनित्यपदार्थाः वा परमाणवः? परमाणुपरिमाणम् इत्युक्ते केवलं न परमाणवः नित्याः वा अथवा अनित्याः वा परमाणवः? परमाणः तु नित्य एव न नित्य एव वयं दृष्टवन्तः खलु तत्र गन्धवती पृथिवी सा द्विविधा नित्या अनित्या च इति खलु नित्या परमाणुरूपा अनित्या तत्र शरीरेन्द्रियभेदात् तत्र त्रैविध्यं वर्तते एतत् सर्वं दृष्टवन्तः खलु अतः तत्र परमाणवः ते तु नित्यपदार्थाः अपि विभुद्रव्यं नाम परममहत्परिमाणद्रव्याणि नाम आकाशः कालः दिक् दिक् अस्ति एतत् सर्वम् आत्मा एतत् सर्वं तु तत्र परममहत्परिमाणं तत्र नित्यपदार्थाः खलु नित्यपदार्थाः आम् हा तर्हि तत्र इदानीं मध्यमपरिमाणस्य उदाहरणं किम् अस्ति घटः खलु घटः मध्यपरिमाणं मध्यमपरिमाणम् अस्ति खलु तस्य घटस्य तत्र घटः लोके वयं पश्यामः तत् न अति बृहत् वा न अति लघु अत्र मध्यमपरिमाणं यत् यस्य अस्ति द्वितीयवाक्यं तत्र यस्य मध्यमपरिमाणम् अस्ति सः अनित्यः विनाशी इति खलु घटादौ दृष्टं यत् लोके वयं पश्यामः मध्यमपरिमाणयुक्तं यत् अस्ति तत् सर्वम् अनित्यः इति अस्ति विनाशी अपि अस्ति अनित्यत्वेन वर्तते सर्व घट वा घटादौ इत्युक्ते घट वा अन्ये अन्यानि तत्र कथं वयं जानीमः एतत् समीचीनम् अस्ति इति नाम तत्र एषः अनित्यः इति तत्र कथं जानीमः तत्र घटः घटस्य उत्पत्तिः भवति नाशः अपि भवति खलु तत्र किमर्थम् इत्युक्ते तत्र किमर्थं परमाणुः ये सन्ति तेषां नाशः न भवति आकाशस्य नाशः न भवति उत्पत्तिः न भवति इत्युक्ते तत्र सर्वे नित्यत्वेन वर्तन्ते तत्र नित्यत्वं किमर्थम् इत्युक्ते तत्र तेषाम् अवयवाः न सन्ति खलु नाम तत्र घटस्य निर्माणं कपालद्वयस्य संयोगेन घटस्य निर्माणं भवति कपालद्वयम् अवयवाः खलु अपि तत्र पटः अस्ति चेत् तत्र तन्तवः अवयवाः अतः तत्र तन्तूणां तत्र संयोगेन पटः भवति अतः तत्र यत्र यत्र अवयवाः सन्ति तत्र तत्र वयं जानीमः तत्र अनित्यपदार्थः इति किन्तु आकाशस्य अवयवाः न सन्ति खलु दिशः अवयवाः न सन्ति कालस्य अवयवाः न सन्ति अतः आत्मनः अवयवाः न सन्ति अतः तत्र आत्मा नित्यं मनसः मनसः अपि अवयवाः न सन्ति किन्तु मनः किं भवति तत्र अवयवः समीचीनं मनः अपि नित्यम् अस्ति किन्तु तत्र तस्य तु तत्र किं भवति तत्र क्षम्यतां तत्र मनः तत्र नित्यम् इति नास्ति खलु क्षम्यतां तत्र इदानीं मम मनसि स्मरणं नास्ति अरविन्द महोदय स्मरति वा तत्र मनः नित्यपदार्थः वा इति अनित्यपदार्थः वा इति न्यायशास्त्रे नित्यः अस्ति किन्तु तस्य परिमाणम् अस्ति तत्र परमाणुपरिमाणं धन्यवादः महोदय कदाचित् एतद् भवति अतः तत्र मध्यमपरिमाणमस्ति चेत् तत्र अनित्यः इति वयं जानीमः अतः जीवस्य मध्यमपरिमाणे सः अपि विनाशी स्यात् अत्र जीवात्मा मध्यमपरिमाणवान् अस्ति चेत् जीवात्मा अपि अस्ति चेत् विनाशी नाम अनित्यः भवेत् भवेत् अनित्यः भवेत् अस्तु तथा किं तेन यदा तद् भवति चेत् किं का हानिः? हा का हानिः किं तेन? तथा सति पूर्वजन्मानि यत् पापं पूर्वजन्मनि पूर्वजन्मनि यत् पापं पुण्यं वा तेन आसादितं तस्य जीवरूपा आश्रयनाशे नाशः स्यात् इति एकः दोषः। यदा वयं चिन्तयामः जीवः मध्यमपरिमाणः विनाशी भवेत् तेन पूर्वजन्मनि यत् पापं पुण्यं तेन कृतं तस्य जीवरूप आश्रयनाशे नाशः स्यात्। यत् पापं पूर्वजन्मनि तेन कृतमस्ति, जीवात्मा यत् करोति पूर्वजन्मनि, तस्य जीवरूप आश्रयनाशे तस्य नाशनं भवति। यदा यथा जीवरूप आश्रयस्य नाशः भवति तथा एव पापं पुण्यं तेन कृतं पापं पुण्यम् अस्ति तस्य अपि नाशः भवति इति एकः दोषः। हा समीचीनं भगिनि, हा तथैव अस्ति, नाम समीचीनं, नाम यदि तत्र जीवात्मा अनित्यः अस्ति तर्हि तेन पूर्वजन्मनि यत् पापं पुण्यं वा तेन आसादितं नाम प्राप्तम् अथवा कृतम् अस्ति तस्य नाम तस्य पापस्य वा पुण्यस्य वा किं भवति? तस्य अपि नाशः स्यात्, तस्य पापस्य पुण्यस्य अपि नाशः स्यात् इति एकः दोषः। किमर्थं नाशः भवति? यतोहि जीवरूप आश्रयः नाम तत्र पापं पुण्यम् इति किमस्ति? तत्र गुणः भवति खलु, गुणः आत्मन जीवात्मनः गुणाः सन्ति खलु, तर्हि तत्र गुणस्य आश्रयः द्रव्यमस्ति खलु, तत्र नाम रूपं घटे रूपम् अस्ति, घटे नीलरूपम् अस्ति, इदानीं तत्र घटः नष्टः भवति चेत् तत्र किं नीलरूपं तिष्ठति वा? न, तस्यापि नाशनं भवति, नाशः भवति। यः यः गुणः तत्र घटे आसीत् घटस्य नाशे सः तस्य गुणस्य अपि नाशः भवति। अतः जीवरूप आश्रयः नाम जीव आश्रयः कीदृशः अस्ति? जीवः एव आश्रयः। अतः जीवरूप आश्रयनाशे यथा तस्य नाशः भवति तदा पुण्यस्य पापस्य अपि नाशः भवति इति एकः दोषः अत्र भवति। अत्र जीवरूपाश्रय इत्युक्ते जीवरूपाश्रय नाशे इत्युक्ते शरीरस्य नाश, न शरीरस्य न, जीवात्मा इति वयम् अनित्यः इति चिन्तनम् अस्ति खलु अस्माकम् इदानीं, जीवात्मा मध्यमपरिमाणम् अस्ति चेत् जीवात्मा अपि अनित्यः, अतः तत्र तस्यापि नाशः भवति। शरीरस्य नाशः इति नास्ति, जीवात्मनः नाशः एव भवति इति अस्माकं चिन्तनम् इदानीम् अस्ति। अतः तत्र तस्य नाश रूप इति शब्द तत्र वर्तते, अतः अहं चिन्तयामि जीवरूप आश्रयः नाम पापं पुण्यं गुणः अस्ति खलु, गुणः द्रव्ये वर्तते, तत्र रूपमिति त्यजामः, तत्र अन्यत् किं वा? तत्र गन्धः इति गुणः अस्ति, जीवात्मनि पापं पुण्यं वर्तते, हा अतः जीवात्मा एव आश्रयः अस्ति खलु पापस्य पुण्यस्य, आश्रय नाम अधिकरणम्, अतः अधिकरणस्य नाशः भवति चेत् आधेयस्य अपि नाशः भवेत् खलु, अतः तत्र गुणस्य अपि नाशः भवति, पापस्य नाशः पुण्यस्य अपि नाशः भवति खलु, इति अस्ति, समीचीनम् अस्तु, अग्रे धन्यवादः भगिनी, अस्तु अग्रे प्रेमलता भगिनी अग्रे। May I read the next because I may have to drop out. समीचीनं भगिनि भवती एव अद्य पठतु प्रेमलता भगिनी पठति तदनन्तरं भवती पठतु भगिनि समीचीनम् अपरश्च इदानीं यत् सुखं दुःखं वा अनुभवति तयोः कारणं नोपलभ्यते इमौ न उपलभ्येत इमौ दोषौ एव कृतहार अकृत अभ्यागमौ इति शास्त्रे व्यवह्रियते अग्रे पठामि वा महोदय कृतयोः पूर्वजन्मनि कृतयोः पापपुण्योः हानं नाशः इति आश्रयरूपस्य जीवस्य नाशे तद्वर्तिनां सर्वेषां गुणानां नाशात् अकृतस्य अभ्यागमः इदानीं यत् सुखं दुःखं वा अनुभूयते तस्य कारणं न वक्तुं शक्येत तत्त्वमिदं सुविशदं मुक्तावल्यादिग्रन्थे चिन्तितं तत एव अनुसन्धेयम् जीवरूप आश्रयनाशे नाशः इति एकः दोषः इति पूर्वम् उक्तः अस्ति इदानीम् अस्माकं चिन्तनं किम् अस्ति जीवात्मा मध्यमपरिमाणवान् अस्ति चेत् का मध्यमपरिमाणवान् अस्ति चेत् सः अनित्यः भवति जीवात्मा अनित्यः भवति नाम तस्य जीवात्मनः नाशः भवति चेत् किं भवति यदि तत्र जीवात्मनः नाशः भवति तस्मिन् विद्यमानः पुण्यं वा पापं वा तस्यपि नाशः भवति खलु अतः तत्र इति एकः दोषः अस्ति किमर्थम् इति अग्रे उच्यते किमर्थं सः दोषः इति उच्यते अपरः दोषः किम् अस्ति अपरश्च यत् भवति अपरश्च इदानीं यत् सुखं दुःखं वा अनुभवति तयो कारणं न उपलभ्येत अन्यः दोषः अस्ति सुखं दुःखं यत् अनुभवति तस्य कारणं नाशानन्तरं न लभ्यते तत्र किमर्थम् इदानीं सुखम् अस्ति किमर्थम् इदानीं दुःखं भवति इति तस्य कारणं न वक्तुं शक्नुमः इति तत्र दोषद्वयम् अस्ति इदानीं तत्र पठतु अग्रे स्पष्टं भवति इति मन्ये इमौ दोषौ एव कृतहाना अकृत अभ्यागमौ इति शास्त्रे व्यवह्रियते नाम इमौ दोषौ ते दोषद्वयमस्ति एतस्य नामकरणं दीयते व्यवह्रियते नाम एतद् व्यवहारम् इति समीचीनं नाम शास्त्रे तस्य व्यवहारः कीदृशः भवति नाम अभ्यागमः इति वदने एकनिमिष हा अत्र तस्य नामकरणं दोषद्वयस्य नामकरणमस्ति कृतहान अकृत अभ्यागमौ कृतहान अभ्यागमौ इति तत्र द्वन्द्वसमासः दोषद्वयं मिलित्वा दोषद्वयस्य मेलनेन कृतहाना अकृत अभ्यागमौ इति भवति इति नामकरणम् अस्ति इदानीं न प्रथमभाग कृतहान अकृत अभ्यागम इति प्रथमतया कृतहान तस्य विवरणं दत्तं किमस्ति कृतयोः पूर्वजन्मनि कृतयोः पापपुण्योः हानं नाशः हानम् इत्युक्ते तत् नाशः भवति कृतपापं पूर्वजन्मनि यत् पापं कृतं तस् नाशः भवति जीवात्मनः नाशयिष्यति हा अतः तत्र कृतयोः हानं कृतयोः द्विवचने कृतयोः नाम पापपुण्यं पूर्वजन्मनि कृतयोः कृतं कृतमस्ति खलु पूर्वजन्मनि कृतं पापं पूर्वजन्मनि कृतं पाप पुण्यम् अतः तयोः कृतयोः कृतयोः नाशः एव कृतहानं भवति कृतयोः हानम् सन्दर्भे तत्र कृतयोः इति द्विवचने यतोहि तत्र पापपुण्यमस्ति पापपुण्यमस्ति इत्यतः अतः तत्र कृतहानं नाम यत् कृतं पूर्वम् अस्ति तस्य नाशः इति एकः दोषः उक्तं दोषः पापपुण्यस्य नाशः भवति इति दोषः इति उक्तम् अतः प्रथमभागः कृतहानः इति दोषः अग्रिमे अग्रे आश्रयरूपस्य जीवस्य नाशे तद्वर्तिनां सर्वेषां गुणानां नाशात् एतत् नाशः किं कारणेन भवति इति एतत् वाक्ये उक्तमस्ति आश्रयरूपस्य गुण पूर्वजन्मनि कृतं पुण्यं पापं यत् गुण अस्ति तद् तस्य गुणस्य आश्रय जीवः अस्ति तद् जीवस्य नाशे सति तज्जीववर्तिनां सर्वेषां गुणानां नाशात् एतत् कृतहानः इति भवति भवति समीचीनं हा समीचीनम् अतः तत्र किमर्थं पुण्यपाप पापपुण्ययोः नाशः भवति यतोहि तत्र आश्रयस्य नाशः भवति अपि तत्र तद्वर्तिनां जीवनि जीवे वर्ति अस्ति एषः गुणः अतः तत्र तद्वर्तिनां सर्वेषां गुणानां नाशः भवति इति कृत्वा एतेषां नाशः अपि भवति इति समीचीनं हा अस्तु अग्रिमभागः अकृतस्य अकृतस्य अभ्यागमः इदानीं यत् सुखं दुःखं वा अनुभूयते तस्य कारणं न वक्तुं शक्येत एतत् इदानीं नाम तत्र जीवात्मनः इति चिन्तयामः तत्र जीवात्मनः नाशः भवति इदानीं नूतनजीवात्मा अस्ति नाम तत्र शिशुः इदानीं तत्र सप्ताह वर्षीय सप्ताह सप्तजन तत्र एव अभवत् तत्र एषः शिशुः सप्ताहपूर्वमेव तस्य जननम् अभवत् इति चिन्तयतु सः रोदति अनुभवति यदि तत्र जीवात्मा अनित्यः इति चिन्तयामः एषः शिशुः रोदति तस्य दुःखस्य कारणं किम् अस्ति सः किमपि न कृतवान् खलु किमपि न कृतवान् सः किमपि न कृतवान् इदानीमेव तत्र तस्य जननम् अभवत् सः किमपि न कृतवान् अतः तत्र दुःखस्य कारणं किम् इति न वक्तुं शक्नुमः न वक्तुं शक्यते अस्मिन् स्थितौ न वक्तुं शक्यते यतोहि तत्र पूर्वम् अस्माकं चिन्तनम् आसीत् तत्र पूर्वजन्मनि यत् अस्ति तत्र पुण्यं पापं वा तदेव कारणम् इति किन्तु यदि पूर्वजन्मनि तत्र जीवात्मनः अपि नाशः भवति तदा पापपुण्यस्य अपि नाशः भवति अतः तत्र पापं पुण्यं तत्र कारणमिति न वक्तुं शक्नुमः यतोहि कार्याधिकरणे कारणमपि भवेत् खलु कार्यस्य क्षणं भवेत् किन्तु तत्र जीवात्मा तस्य नाशः अभवत् कदापि न जानीमः इदानीं तु तत्र सः जीवात्मा अस्ति न वा इति न जानीमः अतः तत्र पापं पुण्यं इदानीम् अस्मिन् जीवात्मनि अस्ति इति न वक्तुं शक्नुमः. अतः तत्र यत् पूर्वं कृतं पापं पुण्यं तस्य नाशः भवति, अपि द्वितीयदोषः यद् यद्यत् इदानीं भवति सुखं दुःखं तस्य कारणं न वक्तुं शक्नुमः. अतः दोषद्वयं भवति, कृतः न अकृत अभ्यागम अभ्यागम इति दोषद्वयं भवति. एतत् सर्वं एतत् तत्त्वम् इदं तत्त्वमिदं तत्त्वं तत्त्वं नाम अत्र सत्यम् इति स्वीकुर्मः नाम प्रिन्सिपल् इति तत्र तत्त्वम् अत्र अकृत् तत्र कृतः न अकृत अभ्यागमः इति तादृशदोषः अत्र अस्ति तस्मिन् विषये तस्मिन् विषये सुभिषुतं मुक्तावल्यादिग्रन्थे चिन्तितं तथा एव अनुसन्धेयम् इति तत्र एव मुक्तावल्यां मुक्तावल्याम् इति एतादृशग्रन्थे एतस्य अकृतस्य अभ्यागमः एतद् दोषद्वयस्य चिन्तनं भवेत् इति यदि तत्र मध्यमपरिमाणत्वे तत्र का हानिः अपि तत्र कृतहानः कृतः अभ्यागमः तत्र कीदृशदोषः सः दोषः अस्मिन् प्रसङ्गे किमर्थं न सङ्गच्छते इति सर्वे विषयाः यदि ज्ञातुम् उत्सुकः सन्ति तर्हि एतत् सर्वं सम्यक् रीत्या विस्तरेण तत्र मुक्तावली इत्यादि ग्रन्थेषु तत्र प्रौढग्रन्थेषु चिन्तितमस्ति एषः विषयः तत्र एव तस्य अनुसन्धानं भवति भवेत् अत्र किन्तु अत्र पर्याप्तं न वदामः इति. अस्तु समीचीनं भगिनि. अस्मिन् विषये कोऽपि प्रश्नः अन्येषां प्रश्नः समीचीनमस्ति वा? धन्यवादः भगिनि. तत्र दोषद्वयम् अस्ति इति सर्वे अवगच्छन्ति खलु, एतावत् कोऽपि प्रश्नः अत्र आचार्य अत्र अभ्यागमः शब्दस्य अर्थः अभ्यागमः नाम तत्र अकृतस्य अभ्यागमः आगमः तत्र कथम् आगच्छति तत्र सुखं वा दुःखः आगच्छति खलु तत्र किन्तु तत्र किमर्थम् इति तावदेव अत्र अभि आगमः उपसर्ग अस्ति खलु उपसर्ग सत्यं तावदेव. अस्तु तर्हि अग्रे पुष्पा भगिनी भवती पठितुम् इच्छति इति उक्तवती, पठतु अग्रे तर्हि. एवमेव अणुपरिमाणस्वीकारे जीवः शरीरस्य एकदेशे यत्र स्यात् तत्र जायमाना वेदना अनुभूयेत. सर्वशरीरा अवच्छेदेन युगपत् अनुभूयमानाः वेदनाः न गृहेरन्, अतः तस्य विभुपरिमाणं स्वीकार्यं पूर्वोक्तकृतहानाकृताभ्यागमः जीवस्य नित्यत्वम् अपि स्वीकार्यम् इति आह नित्यः इति समीचीनम्. अस्तु वदतु तर्हि अनुभूयेत गृहेरन्. ओह् माय गॉड, प्रथमवाक्यं पठित्वा वदतु. एवमेव अस्तु भगिनि, एवमेव अणुपरिमाणस्वीकारे जीवः शरीरस्य एकदेशे यत्र स्यात् तत्र जायमाना वेदना अनुभूयेत. अस्तु, अत्र अणुपरिमाण स्वीकारं कर्तुं यदि वयं चिन्तयामः, नाम एतावत् वयं किं साधितवन्तः, जीवात्मा यः अस्ति तस्य परिमाणं मध्यमपरिमाणं न स्यात् खलु, यतोहि अनित्यः भवति तेन दोषः जायते इति कृत्वा सः मध्यमपरिमाणवान् नास्ति, नास्ति तस्य मध्यमपरिमाणं नास्ति. तर्हि तत्र अणुपरिमाणं तस्य अस्ति वा इति प्रश्नः इदानीं खलु. यदि तस्य जीवात्मनः परिमाणम् अणुपरिमाणम् अस्ति चेत् तत्र किं भवति, जीवात्मा शरीरे अस्ति किन्तु जीवात्मनः परिमाणम् एकदेश अणुपरिमाणम् अस्ति, अणुपरिमाणम् अस्ति अनुभूय अनुभूयमानः तस्य परिमाणम् अणुपरिमाणम् अस्ति चेत् तत्र शरीरे केवलम् एकदेशे एव सः भवति खलु. सर्वत्र न भवति, शरीरे सर्वत्र न भवति, यत्र स्यात् तत्र एव अनुभूयेत. जायमाना तत्र एव जायमाना, यत्र अस्ति केवलं तस्मिन् देशे एव वेदना भवति चेत् तां वेदनाम् अनुभवति, तां वेदनाम् अनुभवति अनुभवति. हस्तं वेदनं हस्ते अस्ति इति चिन्तनं, हस्ते अस्ति इति चिन्तयामश्चेत् हस्ते वेदना भवति चेदेव अनुभवति, अन्यत्र वेदना भवति चेत् न अनुभवति. सर्वशरीर अवच्छेदेन युगपत् अनुभूयमानाः वेदनाः न गृह्येरन् किन्तु तत्र वयम् अस्माकम् अनुभवः अस्ति तत्र शरीरे सर्वत्र वेदना भवति, किन्तु तादृशवेदना यदि जीवात्मनः तत्र परिमाणम् अणुपरिमाणं भवति चेत् तादृश न गृह्यते, न गृह्णाति, न गृह्णाति सः जीवात्मा. अतः तत्र किं भवति, तत्र तादृश न यदि तत्र न ग्रहीतुं शक्नोति तत्र दोषः भवति खलु. दोषः अतः तत्र तत्र सर्वशरीर अवच्छेदेन नाम सर्वत्र केवलम् एकभाग अवच्छेदकः एकभागे इति नास्ति, सर्वदेश सर्वशरीर अवच्छेदेन सर्वत्र सर्वशरीरे अस्ति तादृशवेदना, तादृशी वेदना अस्ति चेत् तत्र एषः गृह्णाति न गृह्णाति तां न गृह्णाति अतः तत्र दोषः भवति. नाम केवलं हस्ते हस्ते वेदना भवति चेत् अनुभवामः, सर्वत्र भवति चेत् न अनुभवामः चेत् तत्र दोषः भवति खलु. अतः तत्र अणुपरिमाणमपि त्यजामः, अतः तत्र किं भवति, मध्यमपरिमाणं त्यक्तम् अतः अणुपरिमाणमपि त्यक्तं, परिमाणमेव स्वीकार्यं. स्वीकार्यं नाम कार्यं नाम तत्र कर्तव्यं, स्वीकर्तव्यं कार्यं नाम स्वीकुर्मः न स्वीकार स्वीकरणीयं, स्वीकरणीयं तस्य नाम जीवात्मनः विभुपरिमाणमेव स्वीकरणीयम् अस्ति. पूर्वोक्तकृतहाना अकृत अकृताभ्यागमान वारणे वारणायैः वारणाय जीवस्य नित्यत्वम् अपि स्वीकार्यम् इति आह इदानीम् उक्तं न पूर्वोक्त कृतः न अकृतः अकृताभ्यागम इति दोषद्वयं दोषद्वयस्य वारणार्थम् एव नित्यत्वं स्वीकार्यं इति स्वीकार्य इति उक्त्वा नित्यमिति वदति एतत् इति अतः वदति किं वदति नित्यः च नित्यः च इति इति वदति समीचीनं भगिनि उत्तममस्ति धन्यवादः मुक्तावल्यादि ग्रन्थेन एतद् एतद् ग्रन्थे न मुक्तावली इति ग्रन्थे तत्र चिन्तितं तत एवानुसन्देहं सन्देहम् अनुसन्देहं नाम यदि तत्र दोषः कीदृशः तत्र कृतः न कृतः व्यागमः अपि तत्र मध्यमपरिमाणवान् तत्र जीवात्मा अस्ति चेत् एषः दोषः भवति किन्तु सः दोषः किमर्थं तत्र नास्ति एतत् सर्वं तस्य विवरणम् इच्छति चेत् तर्हि मुक्तावली इत्यादि ग्रन्थानां परिशीलनं पठनं करोतु तत्र एतस्य विषये बहु किमपि दत्तमस्ति इति एव अनुसन्देयम् तस्य अनुसन्धानं तत्र करोतु नाम तत्र परिशीलनं तत्र अन्वेषणं तत्र करोतु इति अस्ति अस्तु समीचीनं धन्यवादः भगिनि उत्तमं धन्यवादः महोदय हा समीचीनम् अस्तु अग्रे चन्द्रमति भगिनि अग्रे मनोनिरूपण इदम् आत्मरूपं द्वयं द्रव्यम् इदम् आत्मरूपं द्रव्यं निरूप्य मनोरूपं द्रव्यं निरूपयति ईदृशम् आत्मरूपं द्रव्यं निरूप्य आत्मरूपं द्रव्यं निरूप्य मनोरूपं द्रव्यं निरूपयामः निरूपयति आत्मरूपं द्रव्यं निरूप्य मनोरूपं द्रव्यं निरूपयति एतावत् वयं जीवात्मा किम् अपि तत्र जीवात्मा किमर्थं नित्यः विभुः परमात्मा तत्र किमर्थं सर्वज्ञः एतत् सर्वम् उक्तवन्तः खलु एकः सर्वज्ञः अतः तत्र तस्य निरूपणं कृतवन्तः एतावत् आत्मरूपद्रव्यं यदस्ति तस्य निरूपणं कृतवन्तः इदानीं मनोरूपद्रव्यं यदस्ति तस्य निरूपणं कुर्मः सुगाद्युपलब्धिसाधन साधनमिन्द्रियं मनः तस्य प्रत्यात्मनियमत्वाद् नियमत्वाद् आनन्दं परमाणुरूपं नित्यं च इति सुख दुःख आदि नाम उपलब्ध वयं सुखं दुःखम् इत्यादि अनुभवम् अनुभववेद्यं भवति मनः कारणेन मनः तत्कारणस्य तत् अनुभवितुम् इन्द्रियः अस्ति मनः दुःखम् इत्यादि अनुभवस्य इन्द्रियं भवति मनः तश्च प्रत्यात्मनियमत्वात् नियतत्वादनन्दं परमाणुरूपं नित्यं च इति मनः अपि प्रति आत्मा महोदयेन उक्तं तत्र मनः तत्र प्रत्यात्मनि नित्यं नित्यत्वेन वर्तते प्रति आत्मनि नित्यत्वेन परमाणुरूपं नित्यं च इति परमाणुरूपम् अपि अस्ति नित्यं च अपि अस्ति नाम तत्र परिमाणम् अस्ति अणुपरिमाणं तस्य अणुपरिमाणम् अस्ति मध्यमपरिमाणं नास्ति परममहत् परिमाणं नास्ति मनः इति इन्द्रिय अणुपरिमाणरूपेण नित्यत्वेन वर्तते वर्तते इति अस्ति अतः तत्र एतदेव तस्य मनसः लक्षणं सुखादिपलब्धिसाधनम् इन्द्रियं मनः मनः इति भवति अपि तत्र उपलब्धिः प्रत्यक्षं सुखादीनां यत् प्रत्यक्षं भवति अहं सुखी अहं दुःखी इत्येवमाकारं तस्य साधनम् आकारकं तस्य साधनं करणं यदिन्द्रियं तत् मनः चक्षुः श्रोते श्रोत्रादिन्द्रियाणि यथा रूपशब्दादि गुणग्राह्यकानि तथा सुखदुःखादि गुणग्राहकं यत् इन्द्रियं तत् मनः इत्युच्यते अनन्तरं सुखादिन्द्रिय सुखदुःखादि साधनम् इन्द्रियं मनः इति विशेषणस्य विवरणम् अत्र दत्तम् अस्ति उपलब्धिः प्रत्यक्षम् प्रत्यक्षम् इत्युक्ते किमस्ति प्रत्यक्ष अनुभववेद्यं वा न न प्रत्यक्षं नाम ज्ञानम् इन्द्रियं ज्ञानं प्राप्नुमः तद् तदस्ति प्रत्यक्षज्ञानं प्रत्यक्षं प्रत्यक्षज्ञानम् अहं पुस्तकं पश्यामि इति प्रत्यक्षज्ञानं तादृशं हा सत्यं समीचीनं हा अतः सुखादीनां यत् प्रत्यक्षं प्रत्यक्षं भवति सुखादीनाम् अनुभवस्य अहं सुखी इति अनुभवस्य प्रत्यक्षज्ञानं अहं सुखी इति तत्र तत्र सुखस्य ज्ञानं भवति अहं सुखी इति ज्ञानं तस्य रूपं सुखस्य तद् वयं द्रष्टुं न शक्नुमः किन्तु अनुभवः एव तद् मनसिन्द्रियेण भवति मनः इन्द्रियेण तत्र अतः तत्र श्रोत्रेन्द्रियेण चक्षुरिन्द्रियेण रूप शब्द अहं सुखी तत्र चक्षुरिन्द्रियेण चक्षुरिन्द्रियेण वयं द्रष्टुं शक्नुमः श्रोत्रेन्द्रियेण वयं श्रोतुं शक्नुमः तादृशं सुखदुःखादीनां प्रत्यक्षज्ञानं मनः इति इन्द्रियेण भवति तत्र द्रष्टुं शक्नुमः इत्युक्ते तत्र रूपस्य रूपगुणं ग्रहीतुं शक्नुमः खलु रूपम् इति गुणं रूपं यत् इति गुणं यदस्ति गुणः यदस्ति यः अस्ति तस्य ग्रहणं भवति शब्द श्रोत्रेन्द्रियेण शब्दम् इति गुणस्य ग्रहणं भवति श्रोत्रेन्द्रियम् अस्ति तथैव सुखस्य सुख इति गुणमस्ति सुखम् इति सुखमपि अन्यगुणम् आत्मनः गुणः अस्ति सुखं दुःखमपि आत्मनः गुणमस्ति तस्य गुणं गृह्णाति एतद् इन्द्रियं नाम तस्य गुणस्य तादृशं गुणानाम् इन्द्रियं तादृशं गुणानां ज्ञानं मनः इति इन्द्रियेण मनः इति इन्द्रियेण भवति तद् ज्ञानं जायते अतः इन्द्रियेण जायते इति कृत्वा तद् ज्ञानं प्रत्यक्षज्ञानम् अस्ति अतः सुख इत्यादि सुखादि उपलब्धि प्रत्यक्षं साधनं नाम इन्द्रियम् अत्र साधनम् अस्ति माध्यमम् अतः अयस्ति इन्द्रियं मनः इति तत्र तस्य समीचीनं भगिनि समीचीनरीत्या उक्तमस्ति भवत्या समीचीनम् अतः तत्र एतदेव मनसः लक्षणवाक्यम् अस्ति अग्रिमे वर्गे वयं किं कुर्मः तत्र प्रायशः एतावत् अत्र पठितवन्तः अत्र स्थगयामः तत्र पुस्तके अग्रिमे सप्ताहे तत्र अग्रिमे वर्गे वयं स्वरूपमहोदयस्य करपत्रं पठामः यत्र तत्र आत्मा मनः तस्य सम्यक् रीत्या तत्र अनेके विषयाः तत्र ज्ञातव्याः सन्ति तेषां प्रतिपादनं सम्यक् रीत्या कृतमस्ति तत्र करपत्रे तान् विषयान् तत्र पठित्वा ज्ञात्वा अवगत्य तदनन्तरम् अग्रे पुस्तके सरामः समीचीनम् अत्र तर्हि वयं बहु किमपि पठितवन्तः अद्य समीचीनमस्ति अस्तु तर्हि तत्र समयोपि जातः अत्र विरमाम धन्यवादः, नमस्कारः, अग्रिमवर्गे मिलामः। धन्यवादः।